गुरुर्ब्रह्मा गुरुर्विष्णुः गुरुर्देवो महेश्वरः गुरुस्साक्षात् परब्रह्म तस्मै श्रीगुरवे नमः। निधाय हृदि विश्वेशं विधाय गुरुवन्दनं बालानां सुखबाधाय सुखबोधाय क्रियते तर्कसङ्ग्रहः। न्यायवर्गे सर्वेषां सुस्वागतम्। हेत्वाभासः इति प्रकरणस्य पुनर्चिन्तनं जायमानमस्ति। तत्र गते वर्गे वह्निः अनुष्णत्ववान् द्रव्यत्वात् यथा जलम् इति उदाहरणं परिशीलितं। तदनन्तरं शब्दः अनित्यः चाक्षत्वात् यथा घटः इत्यपि उदाहरणम् अस्माभिः दृष्टम्। तत्र चाक्षुषत्वं शब्दे नास्ति इति कृत्वा वस्तुतः एतदुदाहरणं स्वरूपासिद्धिः इति भवति। स्वरूपासिद्धिः नाम किम् इति चेत् हेतुमत्वाभावत्वं पक्षे यदि भवति, इत्युक्ते हेतुः यदि पक्षे नास्ति तादृशं न भवत्येव, तदेव स्वरूपासिद्धिः इति अवगतं। तर्हि इदानीं तादृशमेव कुर्मः। तर्हि सर्वेषां पुरतः अत्र अनुमानपरिशीलनक्रमः इति स्प्रेड्शीट् स्यात्। तत्र इदानीम् एकं वाक्यं मया स्थापितमस्ति, गगनारविन्दं सुरभिः अरविन्दत्वात् सरोज अरविन्दवत् इति वाक्यं परिशीलनीयमस्ति। अस्तु, रमेशमहोदय आरब्धं करोति वा? अत्र पक्षः अस्ति गगनारविन्दं सुरभित्वम् इति साध्यम्, अरविन्दत्वम् इति हेतुः। पक्षः प्रसिद्धः वा गगनारविन्दम् इति पक्षः, अरविन्दम् इति अस्ति, गगनारविन्दम् इति किमपि नास्ति, तर्हि पक्षः एव नास्ति। महोदय श्रूयते वा? आमां श्रूयते, अहं म्यूट् मध्ये अस्मि। पक्षः तर्हि पक्षः नास्ति, तदेव पक्षः अप्रसिद्धः, पक्षः अप्रसिद्धः, तदेव तत्र दोषः अस्ति। तर्हि इदानीं प्रतिबन्धकज्ञानं किं भवति? प्रतिबद्धज्ञानम् इत्युक्ते तर्हि पक्षः एव अप्रसिद्धः जातः इति कृत्वा हेतुः कः इति न चिन्तनीयमेव खलु? तदेव द्वितीयप्रश्ने लिखितं, प्रश्नः प्रसिद्धः किं, केन प्रमाणेन? आम् इति चेत् अग्रे गच्छतु, नो इति चेत् हेतोः विषये न चिन्तनीयमेव। तर्हि अत्र केवलं प्रतिबद्धज्ञानस्य प्रतिबन्धकज्ञानस्य आकारः कः इति उक्त्वा तदनन्तरं प्रतिबद्धज्ञानस्य आकारः तदनन्तरं प्रतिबन्धकत्वम् इति एतत् सर्वं निरूपणीयम्। अस्तु, वदतु महोदय। समीचीनं, प्रतिबद्धज्ञानं गगनारविन्दं, गगनारविन्दम् इति गगनारविन्दम् इति एव प्रतिबद्धज्ञानं भवति। गगनारविन्दत्व अभावः एव प्रतिबन्धकज्ञानं भवति, तत् समीचीनं वा? गगनारविन्दं प्रतिबद्धज्ञानं भवति, सत्यं खलु? प्रतिबन्धकज्ञानं गगनारविन्दस्य अभावः, गगनारविन्द अभावः प्रतिबन्धकज्ञानं भवति। वस्तुतः किं किं वक्तव्यं? प्रथमं प्रतिबन्धकज्ञानम् उक्त्वा तदनन्तरं प्रतिबद्धज्ञानं किति इति चिन्तनीयं। किमर्थमिति चेत् तत्र प्रतिबन्धकज्ञाने एव दोषः वर्तते खलु। तर्हि गगनारविन्द अभावः एव प्रतिबन्धकज्ञानम् इति चेत् तर्हि प्रतिबद्धज्ञानं किं भवति? गगनारविन्दम् इति प्रतिबद्धज्ञानं भवति। समीचीनं, गगनारविन्दम् इति प्रतिबद्धज्ञानं भवति। तर्हि तत्र अरविन्दम् इति एव विषयः भवति, न गगनारविन्दम् इति एव विषयः भवति वा? विषयः विषयः भवति, अरविन्दम् इति विषयः भवति, गगनत्वम् इति विशेष गगनस्य अभावः न, विषयः गगनारविन्दम् एव विषयः भवति। परन्तु तत् कथं वक्तव्यम् इति न जानामि. इदानीं किं करोतु, अत्र नूतनचिन्तनम् इति स्प्रेड् शीट् अस्ति खलु, हेत्वभास नूतनचिन्तनं, हा महोदय, तत्र गच्छतु. तत्र षष्ठ रो मध्ये सर्वं दत्तमस्ति. षष्ठरो तर्हि अत्र प्रतिबन्धकज्ञानस्य आकारः कः इति एकवारं परिशीलयतु. प्रतिबन्धकज्ञानं K6 K6 प्रतिबद्धज्ञानं, हा गगनीयत्व, ओके, हा गगनीयत्व अभाव अरविन्दम्, अभाववत् अरविन्दम्, गगनीयत्व अभाववत् अरविन्दम् इति प्रतिबन्धकज्ञानं भवति. गगनीय अत्र पश्यतु, अत्र किमर्थम् एतादृशं परिवर्तितम् इति चिन्तयतु. अस्माभिः पूर्वं किम् उक्तं, गगनारविन्द अभावः प्रतिबन्धकज्ञानम् इति उक्तं खलु. यदि गगनारविन्द अभावः इति वदामश्चेत् तर्हि तत्र विशेष्यं किं भवति? तत्र गगनारविन्दम् इति एव विशेष्यं भवति. न न, गगनारविन्द अभावः इति ज्ञानमस्ति चेत् विशेषम् अरविन्दम् इति विशेषणं, गगनम् इति विशेषणं भवति, अरविन्दम् इति विशेष्यं भवति न इति नास्ति. गगनारविन्द अभावः इति ज्ञाने अभावः विशेष्यमस्ति. अभावः विशेषमस्ति, विशेषणम् अस्ति अभावः, न विशेष्यम् अभावः. गगनारविन्द अभावः नीलोघटः इति वदति चेत् अत्र विशेष्यं किं, विशेषणं किम्? नीलः इति विशेषणं, घटः इति विशेष्यं भवति. एवमत्रापि एवमत्रापि तर्हि अभावः एव विशेष्यं भवति. कस्य अभावः इत्युक्ते गगनारविन्दस्य अभावः इति भवति. सत्यं, गगनारविन्द अभावः इति ज्ञानं प्रतिबन्धकज्ञानस्य आकारः वदामश्चेत् अभावः विशेष्यं भवति, गगनारविन्दं विशेषणं भवति अभावस्य. इत्युक्ते तत्र विग्रहवाक्यं वदति चेत् गगनारविन्दस्य अभावः इति भवति. तर्हि विशेषणं गगनारविन्दम् इति विशेषणम् अभावे अभावः इति विशेष्ये केन सम्बन्धेन अस्ति इति चेत् वस्तुतः एवं क्षम्यताम्, एवं न प्रष्टव्यम्, अभावे इति न प्रष्टव्यं, गगनारविन्दम् अपि च अभावः अनयोः मध्ये कः सम्बन्धः अस्ति इत्युक्ते गगनारविन्दं केन सम्बन्धेन अभावेन सह सम्बध्यते इति प्रश्नः. उदाहरणं वदामि, सीतापतिः, सीतापतिः इत्यत्र सीतायाः पतिः इति भवति. तर्हि सीता केन सम्बन्धेन पत्या सह सम्बध्यते? महोदय, गगनीयत्व अभाववत् अरविन्दः इति नास्ति वा? एकनिमिषं, मम प्रश्नस्य उत्तरम् इदानीम् अन्यत् चिन्तनं जायमानमस्ति खलु. पुनः मम प्रश्नः कः, सीतापतिः इत्यस्य विग्रहवाक्यमस्ति सीतायाः पतिः. तर्हि इदानीम् अत्र पतिः इति विशेष्यमस्ति, सीता इति विशेषणमस्ति. पतिः इति विशेष्यं, कस्य पतिः इति चेत् सीतायाः, कस्याः पतिः इति चेत् सीतायाः पतिः इति भवति. तर्हि इदानीं तत्र सम्बन्धः भवेत् खलु, विशेषणविशेष्ययोः मध्ये कश्चन सम्बन्धः भवेत्. तर्हि अत्र सीता इति विशेषणं, पतिः इति विशेष्यं चेत् सीता केन सम्बन्धेन पत्या सह सम्बध्यते इति प्रश्नः. सीता रामस्य का स्वस्वामिसम्बन्धः इति वक्तुं शक्यते? सीता पतिपत्नीसम्बन्धः पतिपत्नी इति उभयमपि न वदतु, अत्र पत्नी अस्ति खलु, सीता रामस्य पत्नी. पत्नी, तर्हि मम उत्तरस्य मम प्रश्नस्य उत्तरं वदतु इदानीं. सीता केन सम्बन्धेन पत्या सह सम्बध्यते इति प्रश्नस्य उत्तरं किम्? पत्नी पतिसम्बन्धः पति इति पति इति नास्ति. सीतायां पतित्वमस्ति वा पत्नीत्वमस्ति वा? पत्नीत्वम् अस्ति सीतायां. तर्हि पत्नीसम्बन्धेन इति वक्तव्यं. पत्नीसम्बन्धेन सीता पत्नीसम्बन्धेन रामेण पत्या सह सम्बध्यते. तस्मिन् विद्यमानधर्मः एव सत्यं खलु. एवम् एवं गगनारविन्द अभावः इति वदामश्चेत् इदानीम् अभावः इति विशेष्यं, गगनारविन्दम् इति विशेषणं. तर्हि गगनारविन्दं केन सम्बन्धेन अभावेन सह सम्बध्यते इत्यस्य उत्तरं किम्? गगनारविन्दत्वेन वा? न, गगनारविन्दे गगनारविन्दत्वम् अस्ति, किन्तु गगनारविन्दत्वसम्बन्धेन अभावेन सह सम्बद्धुं शक्यते वा? नास्ति खलु. यदा अभावः इति भवति तर्हि किं वक्तव्यम्? अस्माभिः अधीतं. उत्तमम् उत्तमम्. गगनारविन्दं गगनारविन्दे प्रतियोगिता अस्ति खलु, प्रतियोगिता इति धर्मः अस्ति. अभावस्य प्रतियोगी गगनारविन्दम् इति कृत्वा गगनारविन्द अभावः इति वदामश्चेत् तस्य अभावस्य प्रतियोगी गगनारविन्दम् इति कृत्वा प्रतियोगिता इति धर्मः गगनारविन्दे अस्ति, स्वस्य अभावस्य प्रतियोगी सः इति कृत्वा. तर्हि गगनारविन्दं प्रतियोगितासम्बन्धेन अभावेन सह सम्बध्यते इति वक्तव्यम्. तत्र यदि वैपरीत्यं कुर्मः इत्युक्ते अभावगगनारविन्दम् अभावस्य गगनारविन्दम् इति वदामश्चेत् तर्हि अत्र रमेश महोदय वदतु, अभावगगनारविन्दम् इत्यत्र विशेष्यं किं, विशेषणं किम्? गगनारविन्दम् इति विशेष्यम्, अभावत्वम् इति विशेषणम्. अभावः इति विशेषणम्. अभावः इति विशेषणम्. हा, तर्हि अभावस्य गगनारविन्दम् इति विग्रहवाक्यं भवति. तर्हि इदानीम् अभावः केन सम्बन्धेन गगनारविन्देन सह सम्बध्यते? अभावे कः धर्मः इति द्रष्टव्यम् इति चिन्तनीयम्. उत्तमम्. अनियोगिता अनियोगी अस्ति खलु, प्रतियोगी अभावस्य, यस्य अभावः सः प्रतियोगी, यः अभावः सः अनियोगी. तर्हि अनियोगिता इति धर्मः अभावे वर्तते इति कृत्वा अभावः अनुयोगितासम्बन्धेन गगनारविन्देन सह सम्बध्यते. यथा इदानीं सीतायाः पतिः, तत्र सीतापतिः इत्यत्र सीतायाः पतिः, तर्हि सीता पत्नीसम्बन्धेन रामेण सह यथा सम्बध्यते तथा अत्र रामपत्नी इति, रामस्य पत्नी रामपत्नी इति समस्तपदं वदामश्चेत् तर्हि इदानीं पत्नी इति विशेषणं विशेष्यं, रामः इति विशेषणं, रामः केन सम्बन्धेन पत्न्या सह सम्बध्यते इति चेत् पतिसम्बन्धेन इति वक्तव्यं. तथा अत्रापि अभावगगनारविन्दम् इति वदामश्चेत् इदानीं गगनम् अस्तु भवतु एतत् सर्वम् अस्माभिः चिन्तितं तर्हि इदानीं रमेशमहोदयेन किम् उक्तम् अत्र प्रतिबन्धकज्ञानं किम् अत्र इत्युक्ते गगनारविन्दं सुरभिः अरविन्दत्वात् सरोज अरविन्दवत् इत्यत्र प्रतिबन्धकज्ञानं किम् इति चेत् गगनारविन्द अभावः एव प्रतिबन्धकज्ञानं तर्हि यदि गगनारविन्द अभावः इति वदामश्चेत् अभावः विशेष्यं भवति अभावः विशेष्यं भवति चेत् किमपि न निरूपयितुं शक्यते अतः किञ्चित् परिवर्तितम् अरविन्दं तु अस्ति अरविन्दस्य अभावः अप्रसिद्धः अरविन्दः इति कश्चन पदार्थः एव नास्ति इति नास्ति यथा ससविषाणम् इति कश्चन पदार्थः लोके नास्ति एव तथा अरविन्दम् इति पदार्थः नास्ति एव इति नास्ति किन्तु किं नास्ति गगनीय अरविन्दं नास्ति तर्हि गगनीय गगनीयत्ववत् अरविन्दं नास्ति अतः किञ्चित् परिष्कृतं प्रतिबन्धकज्ञानं कथम् उक्तम् इति चेत् गगनीय गगनारविन्द अभावः इति अनुत्वा गगनीयत्व अभाववत् अरविन्दम् इति उक्तं तर्हि इदानीं विशेष्यं किं भवति अरविन्दं भवति इति भावपदार्थः भवति तर्हि एषः अपि नियमः अस्माभिः प्राप्तः सर्वत्र विशेष्यं प्रतिबन्धकज्ञाने प्रतिबध्यज्ञाने उभयत्र भावपदार्थः एव विशेष्यत्वेन भवेत् अभावः भवति चेत् क्लेशः भवति अभावेन किं निरूपयितुं शक्यते किमपि न निरूपयितुं शक्यते इति कृत्वा कथञ्चित् अत्र भावपदार्थः आनेतव्यः तर्हि तदर्थं किं कृतम् इदानीं गगनारविन्द अभावः इति अनुत्वा गगनीयत्व अभाववत् अरविन्दम् इति उक्तं तर्हि अत्र विशेष्यं भवति अरविन्दम् प्रतिबन्धकज्ञानं गगनीयत्व अभाववत् अरविन्दम् इति चेत् प्रतिबध्यज्ञानं किं भवति केवलम् अभावः निष्कासनीयः गगनीय गगनीयत्ववत् अरविन्दम् इति भवति प्रतिबध्यज्ञानम् अस्तु रमेशमहोदय इदानीं गगनीयत्व अभाववत् अरविन्दम् इति पदस्य विश्लेषणं करोतु तस्य अर्थः कः इति वदतु गगनीयत्ववत् गगनीयत्व अभाववत् अरविन्दम् गगनीयत्वस्य अभावः गगनीयत्व अभावः यस्मिन् गगनीय गगनीय इति पदस्य अर्थः कः गगनीय इत्युक्ते यस्मिन् गगनत्वम् अस्ति तद् गगनीयः भवति गगनसम्बन्धः यस्मिन् अस्ति तद् गगन गगनीयः भवति गगनेन यत् सम्बध्यते तद् गगनीयः केवलं सम्बन्धः अस्ति तत्र गगनीयः इत्युक्ते गगनसम्बन्धः विषयः गगनीयः न गगनसम्बन्धविषयः इत्युक्ते इत्यस्य अर्थः कः इतोपि किञ्चित् स्पष्टतया वक्तव्यं तत्र गगनीयत्वं नाम किम् गगनीयत्वम् इत्युक्ते गगनी गगनीयं यस्मिन् अस्ति तत् गगनीयत्वम् अस्ति गगनीयं गगनीये गगनीयत्वम् अस्ति सत्यं खलु गगनी यथा घटे घटत्वमस्ति तथा गगनीये गगनीयत्वम् अस्ति अस्तु तर्हि इदानीं गगनीयम् इत्यस्य अर्थः कः गगनसम्बन्धविषयः गगनीयं भवति इति अहं चिन्तयामि नो सम्बन्धविषयः इत्युक्ते किं गगन गगनः यः गगने अस्ति तद् गगनीयं वा नास्ति गगने अस्ति न गगने यस्मिन् गगने त्वम् अस्ति तत् गगनीयः तर्हि गगनीयम् इत्यस्य अर्थः कः यस्मिन् गगनत्वम् अस्ति तत् गगनीयः गगनत्वं गगने अस्ति गगनत्वं गगने अस्ति न तु गगनीये गगनम् अपि च गगनीयम् अनयोः मध्ये भेदः अस्ति तद्धितप्रत्ययः अस्ति तद् सम्बन्धतद्धित एव अस्ति खलु भगिनी भागिनेयः तादृशमेव तदस्ति न कः प्रत्ययः अस्ति इति जानाति वा भागिनेयः इति भिन्नवार्ता अस्ति गगनीयम् इत्युक्ते यस्मिन् तत्र गगनत्वं भवितुम् अर्हति सः गगनीयः गगने गगनत्वम् अस्ति अस्तु अत्र नीलोघटः इति उदाहरणं स्वीकुर्मः तर्हि नीलम् इति नीलरूपम् इति विशेषणं घटः इति विशेष्यम् अस्तु तर्हि इदानीं वदतु महोदय घटे नीलरूपं भवितुम् अर्हति खलु तत्र घटे नीलरूपं स्थापयितुं शक्नुमः इति कृत्वा तर्हि इदानीं घटः नीलरूपं भवितुम् अर्हति इति चेत् तर्हि इदानीं घटः कीदृशः इति एकेन पदेन वक्तव्यं चेत् किं वदति इट् इस् केपबल् आफ् बिकमिङ्ग् ब्लू नीलवान् इत्युक्ते इट् इस् ब्लू तत्रैव एषः प्रत्ययः भवति नीलीयम् इति वक्तव्यम् तदेव अर्थः गगनीयम् इत्यस्य गगनीयं किम् इति चेत् अरविन्दमेव गगनीयत्वं गगनीये अस्ति अरविन्दं हेस् गाट् द केपासिटि टु बी ए गगनारविन्दं दाट् अरविन्दं विच् इस् गाट् द केपासिटि टु बी अ गगनारविन्दम् इस् काल्ड् अस् गगनीय अरविन्दम् तर्हि गगनीय अरविन्दं गगनीये अरविन्दे गगनीयत्वम् अस्ति तर्हि गगनीयत्ववत् अरविन्दं भवति गगनीयत्ववत् इत्युक्ते तादृशसामर्थ्यम् अस्ति इति अर्थः इट् इस् केपबल् आफ् बिकमिङ्ग् बुध्यते वा हा सो दिस् गगनीयत्ववत् अरविन्दं तर्हि गगनीयत्ववत् अरविन्दम् इत्युक्ते दट् लोटस् विच् इस् केपबल् आफ् टेकिङ्ग् गगनम् एस् अ विशेषणम् इट् केन् टेक् दट् इट् हेस् गाट् दि एबिलिटि टु टेक् दट् तर्हि गगनीयत्व अभाववत् अरविन्दम् इति चेत् दट् अरविन्दं विच् डस् नाट् हेव् दि केपासिटि टु टेक् गगन एस् अ विशेषण बुध्यते खलु अस्तु तर्हि गगनीयत्ववत् अरविन्दं गगनीयत्व अभाववत् अरविन्दं तत्र कः प्रत्ययः तत् पुस्तके दत्तमस्ति वा प्रत्ययः कः इति मम स्मरणे नास्ति पुस्तकगगने उत्पन्नमानम् अरविन्दम् इति एव दत्तम् तथा गगने उत्पन्नमानम् अरविन्दम्। उत्पन्नमानम् इति पदं न भवति खलु, उत्पद्यमानम् इति वा? गगने उत्पन्नम् अरविन्दम् इति अर्थः कस्मिन् पुटे अस्ति? पेज् नम्बर् 272 गगनारविन्दम् इत्यस्य गगने उत्पन्नम् अरविन्दम्, तत्र गगनारविन्दम् इत्यस्य अर्थः उक्तम्। गगनारविन्दम् गगनारविन्दम् इत्यस्य गगने उत्पन्नम् अरविन्दम् इति अर्थः। तादृश अर्थकथनाय गगनीयम् अरविन्दम् इति च ब्रूमः। तादृश अर्थकथनाय इत्युक्ते दाट् अरविन्दम् विच् इस् गाट् दि एबिलिटि टु ग्रो इन् स्कै। तर्हि अत्र प्रत्ययः न उक्तः खलु? अस्तु, साध्यतप्रत्ययः अस्ति वा? न न, यदि प्रत्ययः नास्ति तर्हि तत्र ऊहां न कुर्मः, नो चेत् अत्र किमपि निर्णेतुं न शक्यते। अहं दृष्ट्वा वदामि कः प्रत्ययः अस्ति इति, किन्तु प्रत्ययस्य अर्थः कः इति चेत् गगनयोगः किमपि प्रत्ययः अस्ति, इय इति कश्चन प्रत्ययः अस्ति, अतः एव गगनीय इति रूपं भवति। तर्हि तस्य अर्थः कः, केन सूत्रेण विहितः अस्ति इति अनन्तरं पश्येम। किन्तु गगने उत्पादितुं सामर्थ्यं यस्मिन् अरविन्दे अस्ति सः गगनीयमरविन्दम् इति भवति। तर्हि तदेव अर्थः। तर्हि गगनीयत्ववत् इत्युक्ते यस्मिन् अरविन्दे गगनीयत्वं वर्तते सः गगनीयत्ववत् अरविन्दं भवति। तदनन्तरं गगनीयत्व अभाववद् अरविन्दम् इति प्रतिबन्धकज्ञानम् अस्तु। इदानीं वदतु महोदय, अग्रे वदतु रमेश महोदय। क्षम्यतां महोदय, अहं मेहुल् अस्मि, विलम्बेन। नमस्कारः महोदय, उत्तमं, भवतः आगतम्। समापितम् समीचीनम्। अस्तु, तर्हि इदानीं रमेश महोदय वदन्नस्ति अत्र गगनारविन्दं सुरभिः अरविन्दत्वात् सरोजारविन्दवत् इति उदाहरणं स्वीकृतं। तत्र कियत् उक्तम् इति चेत् पक्षः कः, साध्यं कः, साध्यं किं, हेतुः कः इति उक्तं। तदनन्तरं पक्षः प्रसिद्धः किम् इति पृष्ट्वा गगनारविन्दम् इति पक्षः एव नास्ति, तर्हि पक्षः अप्रसिद्धः जातः। तर्हि इदानीं प्रतिबन्धकज्ञानं किम् इति चेत् गगनारविन्द अभावः इति प्रतिबन्धकज्ञानम्। किन्तु गगनारविन्द अभावः इति वदामश्चेत् अत्र अभावः विशेष्यं भवति, यस्य विशेषणं भवति गगनारविन्दम्। गगनारविन्दं प्रतियोगितासम्बन्धेन अभावेन सह सम्बध्यते इति कृत्वा अभावः इति यदि विशेष्यं भवति तदा तत्र क्लेशः भवति। किमर्थमित्युक्ते प्रतिबध्यज्ञाने अभावः विशेष्यं न भवति इति कृत्वा अत्र अभावः विशेष्यं न भवेत्। तर्हि किञ्चित् परिवर्तनीयमस्ति प्रतिबन्धकज्ञानस्य आकारः। कथं परिवर्तितम् इति चेत् गगनीयत्व अभाववद् अरविन्दम् इति परिवर्तितं। तर्हि अत्र अरविन्दम् इति विशेष्यं भवति, तस्य विशेषणं भवति गगनीयत्व अभाववत् इति। तर्हि प्रतिबध्यज्ञानस्य आकारः कः भवति इति चेत् गगनीयत्ववत् अरविन्दम् इति भवति। तर्हि गगनीयम् इत्यस्य अर्थः कः इति चिन्तयन्तः स्मः वयं। तत्र किं निर्वीतमिति चेत् गगनारविन्दम् इत्यस्य गगने उत्पन्नम् अरविन्दम् इति अर्थः। तादृश अर्थकथनाय गगनीयम् अरविन्दम् इति च ब्रूमः इति पुस्तके उक्तम्। तर्हि केन, कः प्रत्ययः तस्मिन् अर्थे विहितः, केन सूत्रेण इति न ज्ञातं, तर्हि तस्मिन् विषये अनन्तरं पश्यामः इति उक्तं। किन्तु गगनीयत्ववत् गगनीयम् अरविन्दम् इत्यस्य अर्थः कः इति चेत् गगनीयम् इत्यस्य अर्थः कः इति चेत् गगने उत् उत् किं वक्तव्यम् उत्पादितुं वा न गगने उत्पादितुं सामर्थ्यः अस्ति उत्पादितुम् इति समीचीनं वा इति चिन्तयन्नस्मि उत्पादितुम् उत्पत्तुम् इति भवति वा उत्पादितुम् इति भवति वा भवतु किन्तु मम आशयः कः इति बुद्धं तर्हि तादृशसामर्थ्यं यस्मिन् अरविन्दे अस्ति स च अरविन्दं गगनीयं भवति तर्हि तादृश अरविन्दे गगनीयत्वम् इति इति धर्मः अस्ति किन्तु तादृश अरविन्दं न भवति इति कृत्वा गगनीयत्व अभाववद् अरविन्दम् इति परिवर्तितम् अस्तु इदानीं रमेश महोदय अग्रे वदतु महोदय इदानीं समानविशेषं किम् इति सर्वं वदतु अत्र अरविन्दम् इति विशेष्यं भवति प्रतिबन्धक अपि च प्रतिबद्धज्ञानस्य अरविन्दत्वम् इति अवच्छेदकः भवति विशेष्यस्य अवच्छेदकः भवति गगनीयत्व अभावः एकस्तरे अस्ति द्वितीयस्तरे गगनीयत्व गगनीयत्वम् एव गगनीयत्वम् एव द्वितीयस्तरे अस्ति तर्हि भाव अभावः भाव अभावः अस्ति गगनीयत्वम् इति प्रतिबन्ध प्रतिबद्धज्ञाने प्रकारः गगनीयत्व अभावः इति प्रतिबन्धकज्ञाने प्रकारः तर्हि भावाभावप्रकारकः जातः अनन्तरम् अनन्तरं प्रकारस्य अवच्छेदकः प्रतिबन्धकज्ञानस्य प्रतिबद्धज्ञान प्रतिबद्धज्ञाने प्रकारता अवच्छेदकः कः इति वदतु गगनीयत्वम् इति अवच्छेदकः सत्यं तस्य प्रतियोगी गगनीयत्व अभावः न न तस्य प्रतियोगी इति मा वदतु प्रतिबद्धज्ञाने प्रकारता अवच्छेदकः अस्ति गगनीयत्वं प्रतिबन्धकज्ञाने प्रकारः कः गगनीयत्व अभावः गगनीयत्व अभावः एव प्रकारः तर्हि तस्य प्रतियोगी कः गगनीयत्व अभावस्य अभावः इत्युक्ते गगनीयत्वमेव तस्य प्रतियोगिता भवति हा वस्तुतः तादृशं न चिन्तनीयं गगनीयत्वस्य अभावस्य अभावः इति न चिन्तनीयं गगनीयत्वस्य अभावस्य प्रतियोगी कः इति चेत् गगनीयत्वमेव अस्तु तर्हि गगनीयत्वस्य अवच्छेदकः कः गगनीयत्वं हा तर्हि समानप्रकारक अवच्छेदकं जातम् तर्हि इदानीं मुद्रा इति वदतु तत् अभाववत्ता मुद्रया हा गगनीयत्व अभाव अभावः अभाव अभावत्वम् अरविन्दे अस्ति खलु इति कृत्वा तत् गगनीयत्व अभाववत्ता निश्चयमुद्रया इति वक्तव्यम् सत्यं तर्हि तत्र गगनीयत्व अभाववत्ता अरविन्दे इत्यतः तदभाववत्ता निश्चयमुद्रा निश्चयस्य अस्य सुगमा अस्तु इदानीं हेतुवभासलक्षणम् गगनीयत्व अभाव अरविन्दम् इति दोषः यत्पदे गगनीयत्व अभाववत् अरविन्दम् समीचीनं गगनीयत्व अभाववद् अरविन्दम् इति दोषः तदेव यत्पदेन तस्य ग्राह्यमेव पदे स्वीकर्तव्यं तत्त्वं गगनीयत्व अभाववत् अरविन्दम् इति ज्ञाने अस्ति तस्य अनुमितिप्रतिबन्धकत्वं किमर्थम् अनुमितिप्रतिबन्धकत्वम् इति उक्तम् अनुमितिप्रतिबध्नाति वा तद् अत्र हेतोः विषये न चिन्तितमेव खलु हेतुविषये न चिन्तितम् इत्युक्ते पक्षः एव असिद्धः अस्ति इति कृत्वा अप्रसिद्धः अस्ति इति कृत्वा साक्षात् अत्र अनुमितिप्रतिबन्धकत्वं यदि अनुमितिप्रतिबन्धकत्वं भवति तदेव प्रथमं वक्तव्यम् किन्तु अनुमितिः जातुम् अर्हति चेत् तदनन्तरम् अत्र हेतोः विषये चिन्तयित्वा पक्षधर्मता अस्ति वा व्याप्तिः अस्ति वा इति विचिन्त्य यदि एकत्र क्लेशः अस्ति तर्हि तदा परामर्शः न जायते तदनन्तरं परामर्शः न जायते इत्यतः अनुमितिः न जायते इति वक्तव्यं किन्तु अत्र साक्षात् अनुमितिः न जायते इति कृत्वा परामर्शस्य प्रतिबन्धकत्वं न वक्तव्यम् अत्र खलु अस्तु अत्र उदाहरणमस्ति गगनारविन्दं सुरभिः अरविन्दत्वात् इति खलु तर्हि यदि अनुमितिः जायेत का अनुमितिः भवेत् आकारः कः एकवाक्येन वक्तव्यं वा वाक्यरूपेण एकपदेन वक्तव्यं वदति चेत् क्लेशः नास्ति गगनारविन्दे सुरभिः अस्ति इति ज्ञानं गगनारविन्दे सुरभिः अस्ति इति ज्ञानं जायते पर्वते वह्निः यथा तथा अत्र गगनारविन्दं सुरभिः नो चेत् गगनारविन्दे सुरभित्वम् खलु सुरभिवत् गगनारविन्दम् इति ज्ञानम् इति ज्ञानं जायते जायेत खलु किन्तु तादृशं भवति वा अनुमितिः भवति वा न भवति किमर्थं न भवति प्रतिबन्धकज्ञानमस्ति गगनारविन्दम् इति किमपि न अस्ति इति ज्ञानं तस्य बाधः भवति खलु खलु तर्हि अनुमितिः एव न जायते तर्हि तत्रैव प्रतिबन्धः जातः यदि अनुमितिः जातुम् अर्हति तदा एव तस्मादुपरि इदानीं हेतुः समीचीनहेतुः वा न वा इति द्रष्टव्यम् अतः अनुमितिः जायते वा न वा इति द्रष्टव्यं प्रथमं यदि परामर्शः एव जायते खलु महोदय पश्चात् एव अनुमितिः जायते खलु प्रथमं परामर्शः जायते तत् पश्चात् अनुमितिः जायते तर्हि तत् न बुद्धं किमर्थम् अनुमितिः न जायते इति वदामः इति परामर्शः न जायते वदामि यदि अनुमितिः जायेत तदा प्रथमं परामर्शः जायेत तदनन्तरम् अतिभिः अनुमितिः जायते किन्तु इदानीम् अनुमितिः जायेत इति नास्ति अनुमितिः न जायेत इति स्थितिः तर्हि तत्र विपरीतं भवति प्रथमं किं द्रष्टव्यम् अनुमितिः जायते वा इति द्रष्टव्यं यदि अनुमितिः एव न जायते तदा परामर्शः न जायते इति न चिन्तनीयमेव तर्हि कदा अनुमितिः न भवति इति वदतु अनुमितिज्ञाने के पदार्थाः सन्ति अनुमितेः पक्षः भवेत् तादृशं वा किं वक्तव्यं सत्यं सत्यं पक्षः भवेत् पक्षे हेतु अपि भवेत् साध्यमपि अनुमितिज्ञाने एतत् सर्वम् अनुमितिज्ञाने हेतुः एव नास्ति खलु पर्वतः वह्निमान् इति अनुमितिज्ञानम्। अस्मिन् ज्ञाने किं किम् अस्ति? पर्वतः अस्ति, वह्निमा वह्निम वह्नि वह्नित्वम् अस्ति पर्वते इति। वह्नित्वं नास्ति, वह्निः अस्ति। वह्निः अस्ति पर्वते इति ज्ञानम् अस्ति। अपि च तयोः मध्ये सम्बन्धः खलु, वह्निः पर्वते अस्ति केन सम्बन्धेन इति संयोगसम्बन्धेन यत्किमपि वक्तुं शक्यते भवतु, किन्तु तर्हि अनुमितिज्ञाने के पदार्थाः सन्ति इति चेत् पर्वतः अस्ति, अपि च वह्निः पर्वतः इत्युक्ते पक्षः अस्ति, साध्यमस्ति, तयोः मध्ये सम्बन्धः अस्ति खलु। तर्हि यदि पक्षः अप्रसिद्धः भवति अन्येन प्रमाणेन, यदि पक्षः अप्रसिद्धः भवति नो चेत् साध्यम् अप्रसिद्धं भवति, तदा अनुमितिः एव न जायते खलु। अनुमितिः न जायते, तद् सम्यक् अस्ति। तर्हि अनुमितिः एव न जायितुम् अर्हति इति वा? तद् इत्युक्ते अनुमितिः एव न जायते, यदि पक्षः अप्रसिद्धः अस्ति अथवा साध्यम् अप्रसिद्धमस्ति तर्हि अनुमितिः एव न जायते। अत्र हेतुः कः? तस्मिन् तत्र पक्षधर्मता अस्ति वा, व्याप्तिः अस्ति वा इति एतत् सर्वं न चिन्तनीयमेव। अतः अत्र इदानीं पश्यतु, अरविन्दत्वात् इति हेतुः दत्तमस्ति, हेतोः विषये अस्माभिः न चिन्तितमेव एतावत्पर्यन्तं। गगनारविन्दं सुरभिः अरविन्दत्वात् इति वाक्यं श्रुत्वा गगनारविन्दम् इति पक्ष एव नास्ति, अप्रसिद्धः अस्ति इति कृत्वा अत्र प्रतिबन्धकज्ञानं प्रतिबद्धज्ञानं तत्र हेतुः एव न अन्तर्भूतः इति कृत्वा अनुमितिप्रतिबन्धकत्वमस्ति अस्य ज्ञानस्य। इत्युक्ते यस्मिन् गगनारविन्दम् इति कश्चन पदार्थः एव नास्ति इति ज्ञानमस्ति तस्मिन् गगनारविन्दं सुरभिः इति वाक्यमेव तेन न वक्तुं शक्यते। यदि शक्यते तदनन्तरमेव अरविन्दत्वात् इति हेतुः द्रष्टव्यं, तर्हि अनुमितिप्रतिबन्धकत्वमेव भवति अत्र। अस्तु, वदतु महोदय अग्रे। आम् अत्र भवता किम् अवगन्तव्यम्, एकनिमिषम्, अत्र भवता किम् अवगन्तव्यम् इति चेत्, यदि अनुमानं कार्यम् अनुमानं साधनीयं चेत् तदा प्रथमं परामर्शः जायेत, परामर्शः जायेत चेत् तत्र पक्षधर्मताज्ञानं भवेत्, व्याप्तिज्ञानं भवेत्, तदनन्तरं पक्षधर्म परामर्शज्ञानं भवेत्, तदनन्तरम् अनुमितिः जायते इति क्रमः। किन्तु इदानीम् अनुमितिः न जायेत इति स्थितिः, हेत्वाभासस्थले अनुमितिः न भवेत्, तर्हि तत्र क्रमे विपरीतं भवति। प्रथमं तादृश अनुमितिः भवति वा इत्युक्ते अनुमितौ ये पदार्थाः सन्ति ते योग्याः वा इति चिन्तनीयं। के पदार्थाः भवन्ति प्रत्येकम् अनुमितौ इति चेत् अत्र पक्षः भवति, साध्यं भवति, तयोः मध्ये सम्बन्धः भवति। तर्हि पक्षः अप्रसिद्धः अस्ति चेत् तादृश अनुमितिः एव न जायते इति कृत्वा केन हेतुना इति तावत्पर्यन्तं न चिन्तनीयम्। अतः यदा हेत्वाभासः चिन्तनीय हेत्वाभासस्य विषये चिन्तनं कुर्मः तदा विपरीतं भवति। इत्युक्ते प्रथमम् अनुमितिः जायते वा इति चिन्तनीयम्। अनुमितिः न जायते चेत् इत्युक्ते कदा अनुमितिः न जायते? यदा पक्षः अप्रसिद्धः भवति, नो चेत् साध्यम् अप्रसिद्धं भवति, तदा अनुमितिः एव न जायते। तर्हि साक्षात् अनुमितिः अनुमितेः प्रतिबन्धकत्वं वक्तुं शक्यते। तदनन्तरं हेत्वाभासलक्षणसमन्वयार्थं समूहालम्बनं विकल्प्य तत्र हेतौ दुष्टत्वं सम्पादनीयम् इति केवलम् अकाडेमिक् अस्ति। भवतु, तर्हि कुत्रचित् अग्रे उदाहरणानि भविष्यन्ति, तत्र कुत्रचित् अनुमितिः जातुमर्हति, तर्हि अनुमितेः प्रतिबन्धकत्वं नास्ति इति कृत्वा इदानीं परामर्शः जायते वा इति द्रष्टव्यम्। तर्हि परामर्शे के पदार्थाः सन्ति यथा अनुमितौ के पदार्थाः सन्ति इति अस्माभिः चिन्तितं तथा परामर्शे के पदार्थाः सन्ति तत्र यस्मिन् कस्मिंश्चित् पदार्थे क्लेशः भवति वा इति चिन्तनीयं भवति चेत् तत्र परामर्शप्रतिबन्धकत्वं भवति तत्रैव पक्षधर्मतायां क्लेशः भवितुमर्हति नो चेत् व्याप्तौ क्लेशः भवितुमर्हति इति चिन्तनं भवति अस्तु तर्हि इदानीं अग्रे वदतु महोदय रमेश महोदय परामर्शे अपि पक्षधर्मतायाः परीक्षा कुर्मः खलु किमर्थम् इत्युक्ते अत्र परामर्शस्य आकारः कः वह्निव्याप्य धूमवान् अयं पर्वतः इति उक्तं खलु तर्हि तत्र धूमः इति हेतुः उक्तः इति कृत्वा पक्षधर्मता अस्ति वा इति परिशीलनीयम् पक्षः अस्ति वा तत्रापि पक्षः भवेत् एव खलु तत्र किमर्थं परामर्शबाधकं न भवति इति न वक्तव्यम् न परामर्शस्य बाधा अपि निश्चयेन भवति किन्तु परामर्शस्य चिन्तनं किमर्थं तस्मात् पूर्वम् इत्युक्ते अनुमितेः बाधा भवति चेत् परामर्शस्य बाधा भवति वा इति न चिन्तनीयमेव खलु यदि अनुमितेः बाधा न भवति तदा परामर्शः भवति वा इति चिन्तयितुं शक्यते अस्तु अत्र अन्यद् उदाहरणं वदामि महोदय सरलम् एव अत्र प्रथमतया पर्वतः वह्निमान् इति अनुमानम् अस्ति खलु अनुमानज्ञानम् अस्ति तत् कदा जायते इत्युक्ते यदा अहं पर्वतः अस्ति इति जानामि अपि च वह्निः अस्ति इति अपि जानामि तदा एव मम मनसि अनुमानं भवितुम् अर्हति ओ अस्तु पर्वतः वह्निमान् इति अत्र परामर्शः ज्ञानस्य आकारः तदेव पर्वत क्षम्यताम् अनुमितेः ज्ञानस्य आकारः पर्वतः वह्निमान् इति अत्र किमर्थम् अनुमितिः जायते अथवा मम मनसि अनुमितिः कथं किमर्थं जायते यतोहि अहं पर्वतः अपि जानामि वह्निः अपि जानामि द्वयोः अपि पदार्थः प्रसिद्धः अस्तः अनुमितिः जायते परन्तु यदा गगनारविन्द इति वदेम तदा एव तादृशपदार्थे एव नास्ति अतः मम मनसि ततः तत्र एव अनुमितिः न जायते अतः परामर्शः प्रथमं भवति अनन्तरेव अनुमितिः भवति इति तु सत्यं परन्तु यदा पक्षः एव सिद्धः नास्ति चेत् प्रथमे सोपाने एव अनुमितिः न जायते अतः परामर्शस्य चिन्तनं न करणीयं यदा अनुमितिः भवितुमर्हति तदा ओ अस्तु तत्र किमर्थं भवितुमर्हति तत्र हेतुः कः अत्र धूमः इति हेतुः तर्हि धूमः अपि प्रसिद्धः तदपि पक्षे पर्वते अस्ति वा धूम अपि च वह्नि इत्युक्ते साध्यम् इत्यनयोः मध्ये का कीदृशव्याप्तिः अस्ति व्याप्तिः अस्ति वा न वा इति सर्वं चिन्तनीयं तदा एव अनुमितिः सम्यक् जायते वा न वा इति आगच्छति परन्तु पक्षः एव अप्रसिद्धः अस्ति चेत् साक्षात् प्रथमे क्षणे एव अनुमितिः न जायते अतः एव अनन्तरं हेतुः कः व्याप्तिचिन्तनं किम् इति सर्वं न चिन्तनीयं तदेव भवति इति मन्ये हा अस्तु उत्तमं भवति अत्र भवता एकं पदं प्रयुक्तं तदेव प्रथमतया इति उक्तं खलु इत्युक्ते अनुमितिः अनुमितेः साधनार्थं किं कर्तव्यं प्रथमं पक्षधर्मता अस्ति वा प्रथमसोपानं किं पक्षधर्मता अस्ति वा इति चिन्तनीयम् द्वितीयसोपानं किं व्याप्तिः अस्ति वा न वा इति चिन्तनीयं तृतीयसोपानं किं तत्र परामर्शः तदनन्तरं चतुर्थसोपानम् अनुमितिः इति क्रमः भवति यदि अनुमानं साधयितुम् इच्छामः किन्तु तस्य सोपानस्य वैपरीत्यं भवति यदा अनुमितेः असाध्यत्वं निरूपयामः इत्युक्ते प्रथमसोपानं किं भवति इति चेत् अनुमितिः जायते वा न वा इति द्रष्टव्यं यदि अनुमितिः एव न जायते तदा परामर्शः जायते वा पक्षधर्मता अस्ति वा व्याप्तिः अस्ति वा इति न चिन्तनीयमेव अनुमितिः एव न जायते तदेव निरूपितं यदि अनुमितिः जायते तदा इदानीं परामर्शः जायते वा इति परिशीलनीयं परामर्शः जायते वा, द्वितीयसोपानमस्ति परामर्शस्य परिशीलनं, विपरीतं भवति। तर्हि परामर्शः किमर्थं न जायते इति चेत् तत्र व्याप्तिः न जायते वा इति द्रष्टव्यं, नो चेत् पक्षधर्मता न जायते वा इति विपरीतं भवति, क्रमः क्रमस्य वैपरीत्यं भवति। अस्तु, अत्र अवगमनार्थं रमेश महोदय, शब्दः अनित्यः चाक्षुषत्वात् इति गते वर्गे अस्माभिः दृष्टं खलु, तत्र इदानीम् अनुमितेः आकारः कः अस्मिन् अनुमानवाक्ये? शब्दः अनित्यः इति अनुमितिः। हा, तर्हि इदानीं शब्दः अनित्यः इति अनुमितिः भवितुम् अर्हति वा न वा? भवितुम् अर्हति, शब्दः इति प्रसिद्धः, अनित्यः इति अपि अस्ति, अनित्यत्वम् अपि प्रसिद्धमस्ति खलु, प्रसिद्धः अस्ति, तर्हि तादृशप्रश्नः वयं प्रष्टुं शक्नुमः इति एव वा? हा, इत्युक्ते इदानीं किं कृतं, शब्दः अनित्यः चाक्षुषत्वात् इत्यत्र शब्दः अनित्यः इति अनुमानम् अनुमितिज्ञानं भवितुम् अर्हति, शब्दः प्रसिद्धः अस्ति, अनित्यत्वमपि प्रसिद्धमस्ति इति कृत्वा तर्हि अनुमितिः भवितुम् अर्हति। इदानीं बुद्धं महोदय, बुद्धं खलु, तर्हि हा, तर्हि प्रथमम् अनुमितिः जातुम् अर्हति वा इति द्रष्टव्यं, यदि जातुम् अर्हति तदनन्तरम् इदानीम्, अतः एव शब्दः अनित्यः चाक्षुषत्वात् इत्यत्र अस्माभिः किं कृतं, चाक्षुषत्व अभाववत् शब्दः इति दोषः यत्पदेन सङ्गृह्य तत्त्वं चाक्षुषत्व अभाववत् शब्दः इति ज्ञाने अस्ति इति तस्य परामर्शप्रतिबन्धकत्वम् इति उक्तम्। किमर्थं परामर्शस्थले प्रतिबन्धकत्वम् उक्तम् इति चेत् अनुमितिः जातुमर्हति, शब्दः अनुमितिः अनित्यः इति अनुमितिः जातुमर्हति। अस्तु, अग्रे वदतु महोदय, तर्हि तदपि योजयिष्यामि अनुमानपरिशीलनक्रमः इत्यत्र। तत्त्वं तस्मिन् पदार्थे गगनीयत्व अभाववत् अरविन्दे अस्ति इति दोषरूपहेत्वभाससमन्वयः। अग्रे समूहालम्बनज्ञानम्। तर्हि अत्र पश्यतु, एतावत्पर्यन्तम् अस्माभिः अरविन्दत्वात् इति हेतोः विषये न चिन्तितमेव, तस्मात् पूर्वमेव अनुमितिः न भवति इति निश्चितं। तर्हि कथञ्चित् इदानीम् अरविन्दत्वम् इति हेतौ सः दोषः आनेतव्यः, तदर्थं समूह आलम्बनज्ञानं कल्पनीयं, वदतु। तत्र गगनीयत्व अभाववत् अरविन्दम्, अरविन्दं च इति समूहालम्बनज्ञानं भवति। न, एकनिमिषं, समीचीनतया, अरविन्दत्वं च इति भवति, अरविन्दत्वं च गगनीयत्व अभाववत् अरविन्दम्, अरविन्दं च इति न पुनः वदतु, अरविन्दत्वं च इति अरविन्दत्वं च गगनीयत्व अभाववत् अरविन्दम्, अरविन्दत्वं च इति भवति। अग्रे पठतु, गगनीयत्व अभाववत् अरविन्दम्, गगनीयत्व एकनिमिषं महोदय, कुत्रापि गतं तत् तस्यापि दुष्टत्वं, V6 गगनीयत्व अभाववत् अरविन्दम्, अरविन्दत्वं च इति समूहालम्बनज्ञानम् आदाय एकज्ञानविषयप्रकृतहेतुतावच्छेदक यत् अरविन्दत्वं तद्वत्त्वम् अरविन्दत्वहेतौ अस्ति इति तस्यापि दुष्टत्वम्। समीचीनं खलु, हा, उत्तमम्, अरविन्दत्वत्वं। तर्हि परिशीलनक्रमे प्रथमं पक्षः साध्यं हेतुः कः इति वक्तव्यं, तदनन्तरं पक्षः प्रसिद्धः किं केन प्रमाणेन, तदनन्तरं पक्षे साध्य अभावः प्रमाणान्तरेण, इत्युक्ते तस्मात् पूर्वम् इतोपि एकं सोपानमहं योजयिष्यामि, अहं लिखामि, साध्यं प्रसिद्धं किम् इति द्रष्टव्यम्। केन प्रमाणेन? आम् चेत् अनुमितिः भवितुम् अर्हति। अतः अग्रे गच्छतु। अस्तु, तदनन्तरं पक्षे साध्याभावः प्रमाणान्तरे निरूपितः। तर्हि पश्यतु, अत्र प्रथमं यदि कोऽपि अनुमानवाक्यं वदति तर्हि प्रथमं तत्र पक्षः प्रसिद्धः वा न इति द्रष्टव्यं, तदनन्तरं साध्यं प्रसिद्धः वा इति न द्रष्टव्यं न वा इति द्रष्टव्यं। यदि एकमपि अप्रसिद्धमस्ति तदा अनुमितिः न जायते। तदनन्तरं यदि साध्यमपि प्रसिद्धं पक्षः अपि प्रसिद्धं किन्तु तादृशसाध्यं पक्षेन अभि भवितुमर्हति चेत् तदापि अनुमितिः न जायते। तर्हि चतुर्थप्रश्नः तदेव, पक्षे साध्यं भवितुम् अर्हति वा इति चिन्तनीयं। तत् किञ्चित् परिष्करोमि। साध्यं भवितुम् अर्हति वा? आम् चेत् अग्रे गच्छतु। आम् चेत् तर्हि अत्र सर्वत्र द्वितीयपक्षप्रश्ने पक्षः प्रसिद्धः किं केन प्रमाणेन? आम् चेत् अग्रे गच्छतु। तर्हि नो चेत् अनुमितिः एव न जायते इति भवति। तथैव तृतीयप्रश्ने अपि, तृतीयप्रश्ने अपि तदेव, चतुर्थप्रश्ने अपि तदेव खलु? आम् सत्यम्। हा, तर्हि द्वितीयतृतीयचतुर्थप्रश्नानाम् उत्तरं नो इति भवति चेत्, न इति भवति चेत् तत्र किं भवति? इदानीम् अनुमितिः एव न जायते। तर्हि तत्रैव स्थगितुं शक्यते, केवलम् अत्र अकाडेमिक् तदर्थं तत्र हे समूहना आलम्बनज्ञानं विकल्प्य तत्र दोषः समर्थनीयः, दुष्टत्वं सम्पादनीयं, तावदेव। अस्तु, तर्हि इदानीम् अग्रिमोदाहरणं पश्येम। महोदय, तर्हि बन्निः अनुष्णवान् किमपि हेतोः कारणेन, तत्र चतुर्थबिन्दौ पतति वा? तत् भवानेव चिन्तयतु, बन्निः अनुष्णत्ववान्, सत्यं चतुर्थबिन्दौ भवति, तर्हि अनुमितिप्रतिबन्धकत्वमेव तत्र। मया किं लिखितम् अत्र? अनुमितिप्रतिबन्धकत्वम् इति एव लिखितं तत्रापि, T4 इत्यत्र अनुष्टत्व अभाववत् वह्निः इति दोषः यत्पदेन सङ्गृह्य तत्त्वम् अनुष्टत्व अभाववत् वह्निः इति ज्ञाने अस्ति इति तस्य अनुमितिप्रतिबन्धकत्वम्। तर्हि तदपि योजयिष्यामि, इत्युक्ते अत्र उदाहरणानि अपि स्थापयामि। उदाहरणं, तर्हि चतुर्थस्य वह्निः अनुष्टत्ववान् इति, तृतीयस्य साध्यम् अप्रसिद्धम् इति उदाहरणं न दृष्टं खलु? पक्षः प्रसिद्धः किम् इत्युक्ते गगनारविन्दं सुरभिः इति उदाहरणम्। अस्तु, तर्हि इदानीं द्वितीयस्य तृतीयस्य उदाहरणम् एतावत् न लब्धं, पश्येम। इत्युक्ते इदा एतावत्पर्यन्तं त्रीणि उदाहरणानि अस्माभिः परिशीलितानि। वह्निः अनुष्टत्ववान् इति एकम् उदाहरणं, शब्दः अनित्यः इति द्वितीयम् उदाहरणं, गगनारविन्दं सुरभिः इति उदाहरणम्। अस्तु, इदानीम् अग्रिम उदाहरणं पश्येम। शब्दः गुणः चाक्षुषत्वात् रूपादिवत् इति उदाहरणम् अस्तु. अत्र का सत्यभाव भगिनी परिशीलयति वा? आं महोदय. उदाहरणं शब्दः गुणः चक्षुषत्वात् असिद्धिस्वरूपासिद्धिः तत्सर्वं त्यजतु, इदानीं मा चिन्तयतु. शब्दः गुणः चाक्षुषत्वात् रूपादिवत्. शब्दः गुणः चाक्षुषत्वात् रूपादिवत् इति उदाहरणवाक्यं. पक्षः शब्दः साध्यं गुणत्वं हेतुः चाक्षुषत्वं. प्रथमं पक्षः साध्यं हेतुः पक्षः प्रसिद्धः किम्? पक्षः शब्दः प्रसिद्धः श्रोत्रेन्द्रियेण ज्ञातुं शक्यते प्रत्यक्षप्रमाणः. देन् साध्यं प्रसिद्धं किं? साध्यं गुणत्वं, गुणत्वं सप्तपदार्थेषु अन्यतमः, तदपि प्रसिद्धमेव. सत्यम्. इदानीं चाक्षुषत्वं, चाक्षुषत्वम् इति हेतुः प्रसिद्धः एव. इदानीं चतुर्थप्रश्नः, पक्षे साध्यं भवितुमर्हति वा? पक्षे साध्यं शब्दे शब्दगुणत्वम् अस्ति. गुणत्वमस्ति वा शब्दे? शब्दत्वमस्ति शब्दे, गुणत्वं शब्दे, गुणत्वं नास्ति, गुणत्वं गुणे एव अस्ति. अस्तु, अत्र किञ्चित् चिन्तनीयं. शब्दः इति किं? गुणत्ववत् शब्दः इति भवति खलु, गुणत्ववान् इत्युक्ते गुणत्वं शब्दे अस्ति वा न वा? शब्दः अपि गुणः एव, अतः मम भ्रमः अस्ति. भ्रमः कः इति वदतु. शब्दः गुणः खलु? शब्दः गुणः, अतः यदि गुणत्वं गुणे अस्ति चेत् तद् शब्दे अपि भवितुम् अर्हति खलु. सत्यम्. अतः भ्रमः न कः, न कार्य, न कार्यः. अस्तु, तर्हि शब्दे गुणत्वं भवति, अतः एव शब्दः गुणः इति वक्तुं शक्यते. नो चेत् शब्दे गुणत्वं नास्ति चेत्, केवलं शब्दत्वमेव अस्ति चेत् कथं वा शब्दः गुणः भवति? खलु, घटे घटत्वम् अस्ति, किन्तु घटः पृथिवी किमर्थम् इति चेत् घटे पृथिवीत्वमपि अस्ति इति कृत्वा. एवं शब्दे गुणत्वमपि अस्ति इति कृत्वा चतुर्थप्रश्नस्य उत्तरं जातम्. पक्षे साध्यं भवितुमर्हति वा? आम्, भवितुमर्हति. अस्तु, तर्हि इदानीम् अनुमितिः जातुमर्हति वा? अनुमतिः जातुमर्हति अस्ति. शब्दः गुणः, शब्दे गुणत्वम् इति ज्ञातुम् अर्हति. तर्हि इदानीम् अत्र परामर्शस्य विषये चिन्तनीयम्. अस्तु, अग्रे चिन्तयतु. तर्हि शब्दः गुणः इति जातुम् अर्हति, अनुमितिः भवितुम् अर्हति. तर्हि अत्र क्लेशः कः? इदानीं हेतुविषये चिन्तनीयं खलु. सत्यम्. हेतुः कः? हेतुः चाक्षुषत्वं. चाक्षुषत्वं कुत्र अस्ति? तर्हि प्रथमम् इदानीं हेतोः विषये आगतं चेत् प्रथमं पक्षधर्मता अस्ति वा इति परिशीलनीयम्. हेतुः चाक्षुषत्वं शब्दे, चाक्षुषत्वं शब्दे नास्ति. द्रव्ये अस्ति किन्तु शब्दे नास्ति. पक्षधर्मता नास्ति, हेतोः पक्षधर्मता नास्ति, नो चेत् पक्षे हेतुमत्वं नास्ति इति क्लेशः. चाक्षुषत्वाभाववान् पक्षः. तर्हि इदानीं प्रतिबन्धकज्ञानस्य आकारः कः? चाक्षुषत्व अभाववत् पक्षः इति. उत्तमं, चाक्षुषत्व अभाववत् पक्षः. तर्हि इदानीं पक्षधर्मता न लब्धा इति कृत्वा व्याप्ते व्याप्ति सिद्ध्यति वा इति न द्रष्टव्यमेव खलु पञ्चमसोपाने एव इत्युक्ते अत्र परामर्शः अत्र पक्षधर्मता हेतुमत्वं पक्षे अस्ति किम् आं चेत् अग्रे गच्छतु नो चेत् अस्तु तदपि अहं स्थापयामि नो चेत् परामर्शः न जायते परामर्शः एव न जायते तर्हि अत्र उदाहरणमस्ति शब्दः गुणः चाक्षुषत्वात् इति अस्तु तर्हि इदानीं प्रतिबन्धकज्ञानस्य आकारः कः भवती उक्तवती खलु चाक्षुषत्व अभाववत् शब्दः अस्तु तर्हि प्रतिबध्यज्ञानस्य आकारः कः चाक्षुषत्ववत् शब्दः उत्तमम् तर्हि इदानीं समानविशेष्यं प्रतिबन्धकत्वं निरूपयतु इदानीं चाक्षुषत्ववत् शब्दः इति समानविशेष्यमस्ति शब्दत्वं समानविशेषता अवच्छेदकम् अस्ति समान भावाभावप्रकारः तत्र चाक्षुषत्वम् इति प्रतिबध्यज्ञाने प्रकारता अवच्छेदकम् अस्ति प्रकारः अस्ति चाक्षुषत्वम् इति प्रकारः अस्ति प्रतिबध्यज्ञाने चाक्षुषत्व अभावः इति प्रकारः अस्ति प्रतिबन्धकज्ञाने तदनन्तरं प्रतिपद्यज्ञाने सिद्धं प्रतिबध्यता अवच्छेदकः अस्ति चाक्षुषत्वम् प्रतिबन्धकज्ञाने प्रकारतायाः प्रतियोगिता अवच्छेदकः अस्ति चाक्षुषत्वम् उत्तमम् इदानीं समानाकारकत्वं समानाकारकत्वं लब्धम् इदानीं केन कया मुद्रया प्रतिबध्नाति प्रतिबन्धकज्ञानं प्रतिबध्नाति तत् अभाववत्ता निश्चय तद् अभाववत्ता निश्चयमुद्रया इति चाक्षुषत्व अभाववत् खलु चाक्षुषत्व अभाववत् शब्दः इति कृत्वा प्रतिबन्धकः अस्ति इति कृत्वा तादृशशब्दः प्रतिबन्धकः अस्ति इति कृत्वा चाक्षुषत्ववत् शब्दः इति ज्ञाने सः दोषः अस्ति इति कृत्वा इदानीं किं वक्तव्यं तत्र मुद्रा तदनन्तरं दोषः कथम् तत्र धेत्वभासलक्षणसमन्वयः यत् विषयकत्वेन ज्ञानस्य अनुमिति प्रतिबन्धक अनुमिति प्रतिबन्धकत्वं तत्त्वं हेतु आभास हेतु आभासत्वं यत् विषयकत्वेन चक्षुषत्वा अभाववत् शब्दः इति दोषः यत् पदेन सङ्गृह्य तत्त्वं चक्षुषत्व अभाववत् शब्दः इति चाक्षुषत्व अभाववत् शब्दः इति ज्ञाने अस्ति इति अत्र अनुमिति प्रतिबन्धकत्वं परामर्शप्रतिबन्धकत्वं नास्ति खलु महोदय न इदानीं हेतोः विषये चिन्तितं खलु ओके ओके अनुमितिः जातुमर्हति शब्दः गुणः इति अनुमितिः जातुमर्हति किन्तु अनेन हेतुना न जातुमर्हति अतः परामर्शप्रतिबन्धकत्वं परामर्शप्रतिबन्धकत्वं पक्षधर्मता नास्ति इति कृत्वा तत्त्वं तस्मिन् पदार्थे चाक्षुषत्व अभाववत् शब्दः शब्दे अस्ति इति दोषः दोषरूपहेत्वभासलक्षणसमन्वयः तदनन्तरं समूहालम्बनज्ञानं चाक्षुषत्वा अभाववत् शब्दः चाक्षुषत्वं च इति एकज्ञानविषयप्रसृतहेतुता अवच्छेदकत्वम् अवच्छेदकत्वं चाक्षुषत्व अभाववत् शब्दः चाक्षुषत्वं च इति समूहालम्बनं ज्ञानमादाय एकज्ञानविषयप्रकृतहेतुदा अवच्छेदकं यत् चाक्षुषत्वं तद्वत्त्वं चाक्षुषत्वं चाक्षुषत्वं तद्व तत्त्वं चाक्षुषत्वं चाक्षुषत्वं तद्वत्त्वम् इति वा चाक्षुषत्वं तद्वत्त्वं चाक्षुषत्वम् इति हेतौ अस्ति इति तस्य चाक्षुषत्वं बुद्ध्यते चाक्षुषत्वे चाक्षुषत्वहेतौ अस्ति इति दुष्टत्वं तस्मिन् आगतम् अस्तु बहु समीचीनं तर्हि इदानीम् अग्रिमं पश्यामः मेहुल् महोदय भवान् वदति वा धन्यवादः भगिनि धन्यवादः पर्वतः धूमवान् वह्नित्मात् वह्निमत्वात् हा हा अत्र पर्वतः इति पक्षः एकनिमिषं तत्र पूरयतु प्रथमं यथा इति न उक्तं खलु तत्र यथा इति वक्तव्यं हा अत्र पर्वतः धूमवान् वह्निमत्वात् यथा महानसम् उत्तमं यथा महानसं महानसे दृश्यते खलु दृश्यते सत्यं महानसे धूमः अपि अस्ति वह्निः अपि अस्ति अपि अस्ति आम् तर्हि यथा महानसम् इति उदाहरणं बहु समीचीनं अधुना पर्वतः इति प्रथमपक्ष प्रश्नः पर्वतः इति पक्षः धूमः इति साध्यम् अस्तु क्षम्यतां महोदय तर्हि तदपि चिन्तनसोपाने योजनीयमस्ति इत्युक्ते पक्षः कः साध्यं कः किं हेतुः कः इति कदा द्रष्टव्यम् यदा एकम् उदाहरणं वदति चेत् लभ्यते इत्युक्ते जीरो सोपानमस्ति तत् यदि यथा इति न वक्तुं शक्यते तर्हि अत्र अनुमानवाक्यं न उक्तं भवति उदाहरणं निश्चयेन भवेत् खलु सत्यं तर्हि तदपि योजयिष्यामि अत्र जीरो इति स्थापयामि तदनन्तरं परिवर्तयिष्यामि उदाहरणमुक्तं किम् इति प्रश्नः अस्तु उदाहरणमुक्तं किम् आं चेत् अग्रे गच्छतु अस्तु अत्र उदाहरणमुक्तम् अस्तु तर्हि इदानीं वदतु महोदय हा अधुना अपक्षः इति पर्वतः साध्यम् इति धूमः हेतुः इति वह्निः हेतुः किं वह्नित्वं न वह्निः इति एव खलु वह्निमत् वह्निमत्त्वम् इति हेतुः मन्निमत् मन्निमत्त्वं सत्यं वह्निमत् अस्ति पर्वतः अतः वह्निमत्त्वम् इति हेतुः हा वह्निमत्त्वं कुत्र अस्ति हा पर्वते पर्वते पर्वते अस्ति खलु तर्हि वह्निमत्त्वम् इति हेतुः स्वीकृतः न तु वह्निः न तु वह्नित्वं वह्नित्वं सत्यं वह्निमत्त्वम् अस्तु तर्हि इदानीं पक्षः प्रसिद्धः किम् इति हा पक्षः प्रसिद्धः पर्वतः तु प्रत्यक्षेन दृश्यते उत्तमं साध्यं प्रसिद्धम् अस्तु आं सत्यं धूमः इति साध्यं तदपि प्रत्यक्षेन दृश्यते प्रत्यक्षेन दृश्यते पक्षे साध्यं भवितुमर्हति वा आं भवितुमर्हति धूमः पर्वते भवितुमर्हति अतः तदपि समीचीनम् अत्र अनुमितिः भवितुमर्हति पर्वतः धूमवान् इति अनुमितिः भवितुमर्हति भवितुमर्हति तदा इदानीं परामर्शस्य विषये चिन्तनीयं चिन्तनीयं सत्यं अस्तु परामर्शस्य विषये चिन्तनीयं चेत् प्रथमं पक्षधर्मतायां चिन्तनीयं हा तर्हि पक्षधर्मता इत्युक्ते अत्र हेतुः पक्षे अस्ति वा इति चिन्तनीयम् अत्र वह्निमत्त्वम् इति पर्वते अस्ति वा तदपि भवितुमर्हति वह्निमत्त्वं यदा पर्वते वह्निः भवति चेत् वह्निमत्त्वं पर्वते आगच्छति अतः पक्षधर्मता भवितुमर्हति उत्तमं तर्हि पक्षधर्मता भवितुमर्हति तर्हि इदानीं व्याप्तिविषये चिन्तनीयं व्याप्तिविषये चिन्तनम् अस्तु अधुना चत्वारि अन्वयसहचार त्रीणि एव खलु चत्वारि नास्ति त्रीणि इति अस्माभिः निश्चितं तर्हि प्रथम अन्वयसहचारः वदतु अन्वयसहचारस्ति यत्र वह्निमत्वं तत्र धूमः इति उदाहरणं वदतु यथा यत्र वह्निमत्वं तत्र धूमः यथा महानसम् इति अपि तदपि भवितुमर्हति सत्यं वह्निमत्वं महानसे वह्निमत्वमस्ति तत्र धूमः अपि अस्ति धूमः अपि अस्ति अस्तु अत्र हा तर्हि अन्वयसहचारः जातः व्यतिरेकसहचारः यत्र धूमाभावः तत्र वह्निमत्वाभावः इति तत्र न सङ्गच्छते किमर्थमित्युक्ते अत्र इलेक्ट्रिक् स्टोव् इति अस्ति चेत् धूमाभावः अस्ति परन्तु तत्र इदानीं व्यतिरेकसहचारः वदन् अस्ति तत्र उदाहरणं वदतु तादृश उदाहरणं अस्तु यत्र हा यत्र वह्निमत्वाभावः तत्र क्षम्यतां यत्र धूमाभावः तत्र वह्निमत्वाभावः यत्र धूमः यत्र धूमाभावः धूमाभावः कुत्र अस्ति इति तादृश अधिकरणं स्वीकरोतु हृदः हृदे वन्यत्वाभावः अपि अस्ति खलु आं सत्यं धूमाभावः तर्हि यथा हृदः इति वक्तुं शक्यते आम् आम् तर्हि इदानीम् अन्वयसहचारः अपि उक्तः व्यतिरेकसहचारः अपि उक्तः इत्युक्ते व्याप्तिः सिद्धा व्याप्तिः सिद्धा आं सत्यं किन्तु व्याप्तिः सिद्धा इति न वक्तव्यं व्यभिचारः अपि भवति वा इति द्रष्टव्यं व्यभिचारः न भवति चेदेव व्याप्तिः अस्तु तर्हि तत्र वाक्यं किं भवेत् यत्र धूमाभावः तत्र वह्निमत्वम् इति भवेत् हा इत्युक्ते अत्र यद्यसा यत्र साध्याभावः तत्र हेतुः इति खलु आम् आं तत्र हेतुः अस्तु यत्र धूमाभावः तत्र वह्निमत्वं यथा महानसम् इति अत्र अथवा गेस्टो इति अस्ति यत्र साध्याभावः तत्र हेतुः इति व्यभिचारः केवलम् अत्र व्यभिचारः इति एव लिखामि व्यभिचारः सत्यं अन्वयसहचारः अन्वयस अत्र सामान्यवाक्यं लिखन्नस्मि यत्र हेतुः तत्र साध्यम् व्यतिरेकसहचारः इत्यत्र यत्र साध्याभावः तत्र हेत्वाभावः तत्र हेतुः न व्यतिरेकसहचारः सत्यं तत् समीचीनं यत्र साध्याभावः तत्र हेत्वाभावः इति व्यतिरेकसहचारः तदनन्तरं केवलं व्यभिचारः व्यभिचारः इत्यत्र यत्र साध्याभावः तत्र हेतुः विपरीतं नास्ति यत्र हेत्वाभावः तत्र साध्यम् इति नास्ति नास्ति किमर्थं नास्ति इति चेत् हेतुं स्वीकृत्य एव साधयितुं शक्नुमः तर्हि हेत्वाभावः यत्र अस्ति इति किमर्थं चिन्तनीयं हा हेतुः तु भवेत् एव अन्यथा हा तर्हि यत्र साध्याभावः तत्र हेतुः तर्हि इदानीम् वदतु महोदय हा तर्हि अत्र व्यतिरेकव्यभिचारः जातः खलु अत्र यत्र साध्याभावः व्यभिचारः जातः इति वदतु व्यतिरेकव्यभिचारः इति क्षम्यतां हा व्यभिचारः व्यभिचारः जातः हा यत्र यत्र धूमाभावः तत्र वह्निमत्वम् इति यथा इलेक्ट्रिक् गेस्टो इति तर्हि व्यभिचारः जातः अतः व्याप्तेः व्याप्तांशे दोषः भवति अस्तु यत्र अत्र समीचीनतया स्प्रेड्शीट् मध्ये समीचीनतया लिखामि अन्वयव्यभिचारः इति न लेखनीयं केवलं व्यभिचारः यत्र समीचीनमस्ति यत्र साध्यभावः तत्र हेतुः इति यत्र धूमाभावः तत्र वह्निमत्वं यथा अयोगोलकं खलु हा अयोगोलकम् अयोगोलकम् उत्तमं तर्हि इदानीं व्यभिचारः जातः अतः व्याप्तौ क्लेशः अस्ति दोषः अधुना प्रतिबद्धज्ञानस्य आकारः प्रतिबन्धकज्ञानस्य आकारं वदतु तदनन्तरं प्रतिबद्धज्ञानस्य आकारं स्वीकुर्मः. किमर्थमित्युक्ते इदानीं प्रतिबन्धकत्वं निरूपितं खलु. आमाम् अस्तु. अत्र धूमव्याप्यवह्निं पर्वतः इति प्रतिबद्धज्ञानस्य आकारः परा न अत्र समीचीनं धूमाभावः. अत्र व्यभिचारवाक्यमेकं वदतु. यत्र धूमाभावः तत्र वह्निमत्वम् इति एव क्लेशः खलु. आम् इति एव क्लेशः. व्यभिचारः सिद्ध्यति इति कृत्वा व्याप्तिः सिद्धा न सत्यं. तर्हि यत्र धूमाभावः तत्र वह्निमत्वम् इति दोषः, अतः तदेव प्रतिबन्धकः भवति. धूम अभाववत् वृत्तिवह्निः इति दोषः. आं सत्यं. धूम अभवत् वृत्तिवह्निः इति दोषः. धूम अभाववत् वृत्तिवह्निः इत्युक्ते धूम अभाववती वृत्तित्वमस्ति वह्नेः. वह्नेः तदेव दोषः. धूम अभाववत् वृत्तिवह्निः इति प्रतिबन्धकज्ञानम् इति प्रतिबन्धकः अस्ति, तदेव दोषः. अस्तु, तदर्थमेव अहं वदामि प्रथमं प्रतिबन्धकज्ञानं किम् इति उक्त्वा तदनन्तरं प्रतिबद्धज्ञानम् ऊहां कर्तुं शक्यते. तस्य अभावः इति. अस्तु, तर्हि वदतु इदानीं. धूमाभाववद् वृत्तित्वाभाववत् वह्निः इति प्रतिबद्ध. धूम अभाववत् वृत्तित्वाभाववद् वह्निः इति प्रतिबद्धज्ञानं. तर्हि तदपि अहं किं करोमि, प्रथमं प्रतिबन्धकज्ञानं संस्थाप्य तदनन्तरं कालम् इण्टर्चेञ्ज्. के हेस् टु बि फस्ट् इन् सत्यं. तद् इदानीमेव करिष्यामि. पेस्ट् डिलीट्. अस्तु, कृतं. समीचीनं. कृतम्. अस्तु, तर्हि धूमाभाववत् वृत्तिवह्निः प्रतिबन्धकज्ञानं, धूमाभाववत् वृत्तित्वाभाववत् वह्निः इति प्रतिबद्धज्ञानम्. समानविशेष्यं द्वयोः अपि वह्निः एव. उत्तमं. समानविशेष्यम् आगतम्, अधुना समानविशेष्यता अवच्छेदकमपि वह्नित्वम् इति आगतम्. सत्यम्. अग्रे प्रतिबद्धज्ञाने प्रकारः कः इत्युक्ते, अत्र धूमाभाववद् वृत्तित्वाभावः इति प्रतिबद्धज्ञानस्य प्रकारः. प्रतिबन्धकज्ञाने धूमाभाववद् वृत्तित्वम् इति एव प्रकारः. वस्तुतः अत्र धूमाभावद् वृत्तित्वाभावाभावः इति भवेत्. इति भवेत् खलु. आम् आम्. प्रतिबद्धज्ञाने यः प्रकारः अस्ति तस्य अभावः प्रतिबन्धकज्ञाने भवेत्. किन्तु अभावाभावः इत्युक्ते तदेव इति कृत्वा धूमाभावद् वृत्तित्वम् इति प्रतिबन्धकज्ञाने प्रकारः, तत्र अभावः भवति. अस्तु. पुनः प्रतिबद्धज्ञाने प्रकारतः अवच्छेदकः कः, तर्हि तस्मिन् यः धर्मः, अतः धूमाभाववद् वृत्तित्वत्वम् इति सत्यम् अवच्छेदकः. प्रतिबन्धकज्ञाने प्रकारः यः अस्ति तस्य प्रतियोगिता अपि च तस्य अवच्छेदकः, अतः तस्य अभावस्य प्रतियोगिता. प्रतियोगी तस्य अभावस्य प्रतियोगी प्रतियोगितायाः अवच्छेदकः. अवच्छेदकः धूमाभाववद् वृत्तित्वत्वम् इति एव. उत्तमं. तर्हि तदपि परिशीलनीयं. धूम अभाववत् वृत्तित्वम् इति एव लिखितं, वृत्तित्वत्वम् इति लिखनीयं. न तत्र समीचीनमस्ति महोदय, तस्य उपरि. सत्यं सत्यं. Q8 मध्ये समीचीनमस्ति. धूमाभाववत् अत्र 9 मध्ये मया दोषं लिखितमस्ति, भवतु. अस्तु, अत्र तर्हि इदानीं मुद्रा का. मुद्रा का. अत्र धूमाभाववद् वृत्तित्वत्वम् इति उक्तम्, अतः तदेव प्रतिबन्धकज्ञाने प्रकारस्य प्रतियोगितायाः अवच्छेदकः, अतः धूमाभाववद् वृत्तित्वाभाववत्ता वह्नौ आगतः, अतः तदभाववत्ता निश्चयमुद्रया प्रतिबन्धकज्ञानं प्रतिबध्नाति. अस्तु, अधुना मुद्रा. अस्तु, हेत्वाभावलक्षणसमन्वयः. तर्हि अत्र धूमाभाववद् वृत्तिवह्निः इति दोषः, यत्पदेन सङ्गृह्य तत्त्वं धूमाभाववद् वृत्ति वृत्तिवह्निः इति ज्ञाने अस्ति, अतः तस्य इति ज्ञानं तस्य परामर्शप्रतिबन्धकत्वम् इति आगच्छति. तत्त्वं तस्मिन् पदार्थे धूमाभाववद् वृत्तिवह्नौ अस्ति इति दोषरूपहेत्वावासलक्षणसमन्वयः जातः. अधुना धूमाभाववद् वृत्तिवह्निः इति दोषः अस्ति, तद्दोषः हेतौ आनेतव्यम्, अतः हेतु अस्ति वह्निमत्वम् इति, अतः समूहालम्बनज्ञानं स्वीकरणीयं, तदस्ति धूमाभाववद् वृत्तिवह्निः वह्निमत्वं च इति. तेन ज्ञानेन अधुना एकज्ञानविषयप्रकृत हेतुतावच्छेदक यत् धूमाभाववद् वृत्तित्वत्वं तत्त्वं वह्निमत्वहेतौ आगच्छति. द्वयोः मध्ये सामानाधिकरणमस्ति, अतः अतः एव वह्निमत्वम् इति अपि दुष्टहेतु भवति. उत्तमम् इति दुष्टत्वं सम्पादितम्. अस्तु, एतत् सर्वं विचिन्त्य तदनन्तरं किं कुर्मः? अत्र प्रत्येकं हेत्वाभासस्य लक्षणे अस्माभिः न चिन्तितं, तदनन्तरं कुर्मः. प्रथमं सामान्यचिन्तनं कृत्वा तदनन्तरम् इत्युक्ते लक्षणं किम् इत्युक्ते व्याप्य अत्र व्याप्यत्वासिद्धिः व्याप्यत्वासिद्धः इति उक्तं. तत् कथम् इत्युक्ते वयमेव अत्र ऊहां कर्तुं प्रयत्नं कुर्मः अनन्तरम्, इदानीं मास्तु. इत्युक्ते सर्वाणि अनुमानवाक्यानि दृष्ट्वा तर्हि अस्तु, समयः जातः किन्तु एकेन निमिषेन. तर्हि इदानीं किं कुत्र आगतम्? अत्र पञ्चमप्रश्नः आसीत् पक्षधर्मता हेतु, तत्र पक्षधर्मता अस्ति किन्तु व्याप्तिपरिशीलनं तत्र अन्वयसहचारः कुत्रवद् भवति किम् इत्यत्र आम् इति आगतम्. अन्वयव्यतिरेकव्यभिचारः कुत्रचित् भवति वा इत्युक्ते अत्र अन्वयव्यतिरेकव्यभिचारः इति न प्रष्टव्यं, केवलं व्यभिचारः यत्र साध्याभावः तत्र हेतुः कुत्रचित् भवति किम् इत्यस्य उदाहरणमस्ति एतत् खलु. तर्हि व्यभिचारः पर्वतः, परन्तु अत्र किं लिखति? नो चेत् व्याप्तिः सिद्धा. सत्यं सिद्धा. अधुना तु जातम्, अतः एव व्याप्तिः असिद्धा. पर्वतः धूमवान् वह्नि मत्वात् इति उदाहरणे अत्र क्लेशः जातः, व्यभिचारः जातः, व्यभिचारः जातः. तर्हि एतदेव उदाहरणम्. अस्मिन् सोपाने दि अनुमान फेल्ड्. सत्यम्. अस्तु, अत्र किं लेखनीयं? नो चेत् परामर्शः एव न जायते. सत्यं, न नो चेत् इति न लेखनीयं, तत्र आं चेत्. आं चेत् परामर्शः एव न जायते, तस्मात् पूर्वं नो चेत् परामर्शः न जायते इति लेखनीयम्. अत्र आं चेत् परामर्शः न जायते. सो अत्र पश्यतु, अन्तिमसोपाने पतितम्, अन्तिमसोपाने इत्युक्ते पक्षः प्रसिद्धः अस्ति, साध्यं प्रसिद्धमस्ति, तयोः मध्ये सम्बन्धः अपि भवितुमर्हति, पक्षधर्मता अपि जाता, व्याप्तिः अन्वयसहचारः इति लब्धः, किं व्यतिरेकसहचारः अपि लब्धः, किन्तु व्यभिचारः जातः अपि लब्धः, अतः व्यभिचारः जातः इति कृत्वा अन्तिमसोपाने एतत् पतितम्, दोषः आगतः. उत्तमम्. अस्तु, भूषणं अत्र स्थगयेम. सर्वेभ्यो नमस्कारः, धन्यवादाश्च.